नमः सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं जायमानः विषयः अस्ति प्रेरणार्थिनि च विशेषाः हलन्तदातवः इति. तत्र अस्माभिः दृष्टं यत् कतिचन सूत्राणि सन्ति यैः धात्वादेशाः भवन्ति. तत्र तस्मिन् क्रमे स्पाय् इति धातोः स्पायोवः इति सूत्रेण स्पाय् धातोः वकारादेशः भवति. तर्हि अत्र सर्वत्र अन्तिमवर्णस्य स्थाने आदेशः, अतः स्पावयति इति रूपं स्पायोवः इति सूत्रेण नित्यरूपेण सूत्रं कार्यं करोति. अतः एकमेव रूपम्. अनन्तरं श्रद्धधातोः क्षीणं भवति इत्यस्मिन् अर्थे श्रद्धधातुः अस्ति. तत्र शदेरगतौ तः इति सूत्रेण शतधातोः तकारादेशः भवति निचिपरे अगत्यर्थे गत्यर्थभिन्नार्थे तकारादेशः भवति. गत्यर्थे तु तकारादेशः न भवति, शादयति इत्येव रूपं भवति. एतदपि तत्र नित्यरूपेण कार्यं करोति. अनन्तरं रुहः पोण्यतरस्याम् इत्यनेन रुह्धातोः विकल्पेन पकारादेशः भवति निचिपरे. तर्हि रोपयति रोहयति इति रूपद्वयम्. एवं तत्र धात्वे आदेशः हन् धातोः विषये अपि अस्ति. ओहन्तेर्निन्नेषु इति सूत्रेण तत्र हन् धातोः हकारस्य स्थाने कवर्गादेशः भवति निचि परे. अपि च तत्र हन् धातोः विषये अन्यत् अपि सूत्रं कार्यं करोति. हनस्तोच्छिन्नलोः इत्यनेन हन् धातोः अन्तिमवर्णस्य स्थाने नकारादेशः, हकारस्य स्थाने कवर्गादेशः ओहन्तेर्निन्नेषु इत्यनेन. हनस्तोच्छिन्नलोः इत्यनेन हन् धातुः नकारस्य स्थाने तकारादेशः भवति निचिपरे इति उक्तम्. तर्हि तत्र घातकः इति रूपं प्रसिद्धं नूल् प्रत्ययान्तशब्दः. तत्रापि सूत्रद्वयस्य कार्यं घातयति इति निजन्तरूपं लटि, तत्रापि रूपद्वयस्य अपि कार्यमस्ति. एवं घञ् प्रत्ययान्तशब्दः घातः इति अस्ति, तत्रापि सूत्रद्वयमपि कार्यं करोति. घातः घातकः घातयति इति. तर्हि इदानीं घातः इत्यत्र घातयति इत्यत्र अस्माभिः वाक्यं किम् इति दृष्टमासीत्. घातकः इत्यत्रापि दृष्टं. घातः इत्यत्र वाक्यं किं भवति, केनापि दृष्टं वा? कृतवती कश्चन कश्चित् किञ्चित् वाक्यं न जाने. तदपि गर्दभेन घातः प्राप्यते. गर्दभेन घातः प्राप्यते. इदानीं लटि वदतु तदेव वाक्यम्. गर्दभः घातं प्राप्नोति. किन्तु तत् न जाने, तत् डजन्ट् सौण्ड्स् गुड्, न जाने, सुखकरं नास्ति तत् वाक्यं घातं प्राप्नोति इति. प्रायः व्याकरणरीत्या समीचीनम्. इदानीं घातयति इत्यत्र वाक्यं वदतु एकं. घातयति इति वा? घातयति, आम्. घातयति निच् अस्ति खलु. गोपालकः गर्दभं घातयति. अन्यन्तप्रयोगः कथं भवति? गर्दभः हन्ति इति नास्ति खलु. गर्दभः कं हन्ति? हन्ति इत्यस्य मारयति इति अर्थः खलु. कः क्लेशः? गोपालकः गर्दभं हन्ति इति स्यात् अणिजन्तवाक्यं जन्तवाक्यम् अन्य कोऽपि सः गोपालकेन गर्दभं खादयति इत्येव अस्ति. सः गोपालकेन गर्दभं घातयति इति अस्ति. तर्हि इदानीं घातयति इत्यत्र घातः इति स्थापयतु. रामः गोपालकेन गर्दभं घातः घातः इति घातः इति कृत्प्रत्ययान्तशब्दः. तर्हि तत्र किं भवति? घातः इति कृत् अस्ति वा? घातः घयन्तमस्ति खलु. घयन्तमस्ति किन्तु भावार्थे एव प्रयोगः भवति खलु तस्य. भावार्थे अस्ति इति चिन्तयतु. भावार्थे अस्ति घातः इति प्रयोगः. तर्हि इदानीं किं भवति? अथवा तत्र अन्यन्तावस्थायां यद् वाक्यमस्ति, गोपालकः गर्दभं हन्ति इति वाक्यं, तत्र हन्ति इत्यस्य स्थाने घातः इति स्थापयतु. गोपालकः गर्दभं हन्ति घातः. इदानीं किं भवति? घातः इत्यस्य परस्य अर्थः किं स्यात् भगिनि? अत्र मम विवक्षा. घातः इत्युक्ते हननक्रिया इत्येव अर्थः. रामः गर्दभस्य घातः. तत्र रामः इति किमर्थम्? गोपालकः गर्दभस्य घातः इति वा? गर्दभस्य घातः इति समीचीनमस्ति. रामः इत्यस्य का विभक्तिः इति प्रश्नः. रामेण नो चेत् गोपालकेन. रामे न गोपालकेन अथवा गोपालकस्य गर्दभस्य घातः इति अस्ति. गोपालकेन अथवा गोपालकस्य गर्दभस्य घातः इति वाक्यम्. भगिनी एकः प्रश्नः अस्ति. घातः कथं भवति? हनस्पतिर्णलोः इत्यनेन तकारः. सूत्रद्वयमस्ति खलु. हो हिन् हो हन्तेर्निन्नेषु अनन्तरं हनस्तोच्छिन्नलोः इत्याभ्यां सूत्राभ्यां घातः इति रूपम्. उभे प्राप्तो कर्मणि इत्यनेन गोपालकेन अथवा गोपालकस्य इति वा? उभयप्राप्तकर्मणि इत्यनेन गोपालकेन अथवा शेषव्यभाषा इत्यनेन गोपालकस्य अथवा गोपालकेन गर्दभस्य घातः. गर्दभस्य इति कर्तृकर्मणकृति इत्यनेन गर्दभस्य. न उभयप्राप्तिः अस्ति खलु. अतः कर्मणः उभयप्राप्ति कर्मणः एव षष्टि. उभयप्राप्तौ कर्मणि च इत्यनेन कर्मणः एव षष्टि विभक्तिः भवति. तदानीं कर्तुः का विभक्तिः इति चेत् तृतीया एव भवति. गोपालकेन गर्दभस्य घातः इति पाणिनीयसूत्राधारेण गोपालकस्य इति भवति. परन्तु वार्तिककारस्य मतानुरोधेन वैकल्पिकमस्ति. गोपालकेन गोपालकस्य गर्दभस्य घातः इति. तत्र ये अस्माकं समासवर्गे न सन्ति तेषां कृते एकं वदामि. घातः इति कृत्प्रत्ययान्तशब्दः अस्ति. कृत्प्रत्ययान्तशब्दस्य योगे कर्तुः कर्मणः षष्टिविभक्तिः भवति. अनुक्तकर्तुः अनुक्तकर्तुः अनुक्तकर्म अनयोः षष्ठीविभक्तिः भवति, परन्तु एकस्मिन् वाक्ये एव कर्तुः कर्मणः द्वयोः अपि प्राप्तिः चेत् तदानीं कर्मणः एव षष्ठी भवति, कर्तुः विकल्पेन षष्ठी भवति. अतः एकस्मिन् पक्षे तृतीया, अन्यस्मिन् पक्षे षष्ठी. तर्हि अत्र कृत्प्रत्ययान्तशब्दस्य कृत्प्रत्ययान्तः कस्मिन् अर्थे अस्ति इति चेत् भावार्थे अस्ति. अतः कर्तानुक्तः कर्म अनुक्तम्, तर्हि अनुक्तकर्तु अनुक्तकर्मणः अत्र उभयप्राप्तिः अस्ति. गोपालकः गर्दभः, कर्ता गोपालकः, कर्म गर्दभः, द्वयोः अपि प्राप्तिः एकस्मिन्नेव वाक्ये. तर्हि कर्मणः एव षष्ठी भवति इति सूत्रकारस्य मतम्. तर्हि गर्दभस्य घातः, कर्तुः का गतिः इति चेत् तत्र विकल्पेन भवति. एकस्मिन् पक्षे षष्ठी, अन्यस्मिन् पक्षे तृतीया. अतः गोपालकेन अथवा गोपालकस्य गर्दभस्य घातः भवति. अस्तु, धन्यवादः. अस्तु, वाहनचालकः मार्गे शिरोघातः प्राप्तवान् अभवत् इति वा? तत्र शिरोघातः इत्यत्र शिरोघातः इति तत्र शिरोघातः इत्यत्र विग्रहवाक्यं वदतु. शिरसि घातः, शिरसि घातः, न शिरसि घातः यस्य सः इति न, शिरोघातः इति शिरसः घातः. इदानीं लटि वाक्यं वदतु, तदेव वाक्यं लटि वदतु. वाहनचालकः मार्गे शिरोघातः अभवत्. न अभवत् इति त्यजतु. शिरोघातः इत्यत्र शिरसः तत्र किम्, शिरसः तत्र घातः इत्यस्य स्थाने लटिवाक्यं किम् उपयुज्य वदतु. शिरोघातः तदा भग्नः भवति शिरोघातः इति. तत्र शिरसः भग्नः इति खलु, तर्हि वदतु. गातयति इति तत्र भग्नः, हन्ति इति भग्नः इत्यस्मिन् अर्थे वदतु. वाहनचालकस्य शिरसः घातः इति अस्ति खलु वाक्यम्. वाहनचालकस्य शिरसः घातः, सत्यं. चालकस्य शिरसः, तत्र द्वयोः षष्ठी विभक्ति अस्ति. वाहनचालकेन शिरसः घातः, वाहनचालकस्य शिरसः घातः. तत्र समासः भवति चेत् शिरोघातः इत्येव उपयोक्तव्यं चेत्, इदानीं भवति शिरोघातः इति वाहनचालकस्य विशेषणरूपेण उक्तवती खलु. शिरोघातेन मरणं प्राप्तवान् इति वा इति भवेत्, करणार्थे अस्ति घञ् प्रत्ययान्तशब्दः. उत्तमम्, शिरोघातेन वाहनचालकः मरणं प्राप्तवान् इति सम्यक् अस्ति. शिरोघातः वाहनचालकः इति तत्र वक्तुं न शक्यते. घातः इति शब्दः तत्र कर्त्रार्थे भवति प्रयुक्तं खलु, परन्तु घातः इति शब्दः कर्त्रार्थे भवति वा इति प्रश्नः उदेति, इति विशेषणरूपेण अस्ति वा इति प्रश्नः उदेति. घातेन इति करणार्थे तु सम्यक् अस्ति. शिरोघातेन वाहनचालकः मृतः. शिरोघातः वाहनचालकः, what do you say for covered with blood, शिथिलः. तत्र हेतर्त्वे तृतीया आगच्छति खलु, शिरोघातेन इति वदामः चेत् करणार्थे करणार्थे घञ् प्रत्यानुशब्दः हेत्वर्थे अपि स्यात् समीचीनम् अस्ति खलु तेन सः मृतः इति तेन कारणेन इति शब्दः प्रत्यान्तशब्दः कस्मिन् अर्थे अस्ति इति प्रश्नः हेत्वर्थेन प्रत्यान्तः अस्ति नास्ति खलु प्रत्यान्तस्य अर्थः कारकरूपेण एव अर्थः अस्ति हेत्वर्थे प्रत्ययः इति नास्ति खलु कुत्र अस्ति हेत्वर्थे प्रत्ययः न तृतीयविभक्त्या आगतं खलु तस्य कृते उक्तवती करणार्थे इति वदामि तत्र प्रत्ययः प्रत्यान्तशब्दः कस्मिन् अर्थे अस्ति भावार्थे अस्ति अस्तु कोऽपि प्रश्नः अस्ति अहमपि प्रयत्नं कृतवती किञ्चित् न अस्ति परन्तु मम घातः घञ् प्रत्ययः अहं निजन्तरूपेण न मया न चिन्तितं तर्हि परित्राणार्थं मनुष्यस्य घातः न अवैधः किं किं न श्रूयते भगिनि किम् उक्तवती स्वरक्षणार्थं मनुष्यस्य घातः न अवैधः एवं चलति वा मनुष्यस्य घातः न किम् अन्तिमवाक्यं किम् अवैधः अनलॉफुल न अवैधः अवैधः अवैधः वैधः अनलॉफुल न इट्स नॉट अनलॉफुल अवैधः इति वा वैधः वैधः स्वरक्षणार्थं मनुष्याणां मनुष्यस्य घातः न अवैधः इदानीं लटि वदतु वाक्यं अथवा तत्र स्वरक्षणार्थं मनुष्यस्य हननं न अवेदः हननम् इत्यस्य स्थाने घातः समीचीनं भाति घाते इति कृते अपि सैनिकः शत्रून् हन्ति सेनाध्यक्षः रणभूमौ सैनिकेन शत्रून् घातयति सम्यक् सम्यक् चलति सम्यक् धन्यवादः अस्तु अग्रे गच्छामः वा दुष् धातुः इति अपि अस्माभिः दृष्टं खलु गतवर्गे दोषोणौ दोषोणौ इत्यनेन दुष् धातोः ऊकारादेशः भवति निचिपरे अतः दूषयति इति रूपं यदि चित्तविरागार्थे अस्ति तदानीं दुष् धातोः विकल्पेन ऊकारादेशः अतः दूषयति दोषयति इति रूपद्वयं भवति इदानीम् अग्रे गच्छामः सिद्ध धातुः अस्तु इदानीं मीना भगिनी पठति वा पठामि भगिनि सिद्ध धातुः सिद्ध दिवादिगणे भुवादिगणे च नटि सिद्ध्यति सेदति भुवादिगणे अर्थः दिवादिगणे वन् टु बि अकम्प्लिश्ड् आर् फुल्फिल्ड् टु टु बि सक्सेस्फुल् त्री टु रीच् फोर् टु अटेन् वन्स् आब्जेक्ट् to be proved or established, to be settled or abjugated, to be thoroughly prepared or cooked, to be won or conquered, bohadigane, to go, to ward or drive off, to restrain, to interdict, to ordain, to turn out well or auspiciously. Idanim the siddhatoho अर्थं दत्तम् आङ्ग्लभाषायाम् एव तस्मात् अग्रे पठामि वा? आमां. सिद्ध्यतेः अपारलौकिके लौकिके नौ सिद्ध्यतेः एचः आत् स्यात्. अपारलौकिकस्य परलोकस्य प्रसङ्गे नास्ति चेत् तस्य अर्थे सिद्धधातोः एचः स्थाने आकारः आदेशो भवति निचिपरे. सिद्ध्यतेः इत्यनेन दिवादिगणीयधातोः एव ग्रहणम्. सिद्ध्यतेः षष्ट्यन्तम्, अपारलौकिके सप्तम्यन्तं, द्विपदमिदं सूत्रम् आदेश उपदेश अशिति. इतस्मात् आक् एचः इत्यनयोः अनुवृत्तिः. क्रिञ्जीनां नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् अपारलौकिके सिद्ध्यतेः एचः आत् नौ. अत्र सिद्धधातोः तत्र कथं नव निचीपरे आत्वं भवति इति वदति. तत्र अपारलौकिके नौ सिद्ध्यते एचः आत् स्यात्. अपारलौकिके इत्युक्ते लौकिकविषये नास्ति इति चिन्तयामि. अपारलौकिके निचीपरे सिद्ध्यते धातोः तस्मात् तत्र एव आत्वं भवति. अपारलौकिकस्य परलोकस्य प्रसङ्गे नास्ति. ओ ओ तादृशं वा? परलोकस्य प्रसङ्गे नास्ति चेत् तस्य अर्थे सिद्धधातोः एचः स्थाने एचः आदेशः भवति निचिपरे. सिद्धधातोः अपार लौकिकधातु अर्थमस्ति चेत् तत्र आत्वं न भवति. अस्ति वा? ऐ गेटिङ्ग् कन्फ्यूस्. परलोकस्य प्रसङ्गे नास्ति, परलोकस्य प्रसङ्गे नास्ति, लौकिकविषये अपि आत्वं भवति. सिद्ध्यतेः इति दिवादिगणीयधातुः ग्रहणं. सिद्ध्यते व्याख्यान् भवति तत्र. तत्र सिद्ध्यतेः षष्ट्यन्तपदम्, अपारुडुके सप्तम्यन्तपदं, त्रिपदम् इदं सूत्रम्. आदेश उपदेश अशिति इति सूत्रात् आत् अपि च एचः द्विपदम् अनुवृत्तिसहितेन आगतम्. क्रिञ्जीनां नौ इति सूत्रात् निचि नौ इत्यस्य अनुवृत्तिः भवति. इदानीम् अनुवृत्तिसहितसूत्रम् अपारलौकिके यदि परलोक विषये नास्ति चेत् सिद्ध्यते सिद्धधातोः निचिपरे आत्वं भवति, आत्वं भवति, एचः आत्वं भवति. समीचीनं समीचीनं. तत्र अपारलौकिके इत्युक्ते पारलोकभिन्न, पारलोकभिन्नलोकः लोकस्य विषये सिद्धधातोः आत्वं एचः स्थाने निचिपरे निचीपरे नौ परे. भोजननिर्माण धन्यवादः भगिनि. इदानीम् अन्य कोऽपि पठतु. धन्यवादः. अस्तु, सूर्यकुमारी भगिनि वदतु. भगिनि, भोजननिर्माणं कार्यकरणम् इत्यादीनाम् अर्थे सिद्ध हेतुमति च इत्यनेन निच् निच् पर सिद्धयोगः निच् पुगन्तलघुपदस्य च इत्यनेन लघुपद इक् गुणः सिद्ध सेत् भवति. सेद्योगः हि सिद्ध्यते तेः अपारलौकिके इत्यनेन एचः आत्वं योगः ई योगः साद् योगः इ निच्धातुः निजन्तधातुः सादि इति निजन्तधातुः लटिरूपं साधयति. दृष्टान्ते बालकः ग्रामं साधयति, तत्र कार्यसिद्धिः अस्ति. शृणोति वा भगिनि? हा, श्रूयते भगिनि, वदतु. दृष्टान्ते बालकः ग्रामं साधयति, तत्र ग्रामम् इति परलोकविषये नास्ति, तत्रैव एच् स्थाने आत् भवति, साधयति इति लटिरूपम्. सम्यक् सम्यक्. तर्हि अत्र यतोहि वाक्ये बालकः ग्रामं साधयति इति परलोकस्य विषयः नास्ति इति कृत्वा अत्र साधयति इति रूपमस्ति इति. अपि च यत्र पारलोक अपार इत्युक्ते परलोकस्य विषयः यत्र अस्ति इत्युक्ते तत्र आध्यात्मिकविषयः अस्ति. आध्यात्मिकविषयः यत्र अस्ति अत्र तपस्यार्थे इति उक्तं खलु, आध्यात्मिकविषयः अस्ति चेत् तदानीं तत्र आत्मं न भवति. हा, तपस्यार्थे किं भवति वदतु? तपस्यार्थे सेदयति भवति. तत्र किम् उक्तमस्ति? सिद्ध हेतुमति च अग्रे किं लिखितम्? तपस्तार्थे सिद्धियोगः हेतुमति च सिद्धियोगः निच् तत्र पुगन्तलघुपदस्य चैतन्येन इक्व उपदास्ति तस्य इक्वन्नः गुण भवति. सेदियोगः इ सेदि इति निजन्तधातुः सेदयति रूपं. दृष्टान्ते तपः तापसं सेदयति इति भवति, तत्र साधयति न भवति. सत्यं, सेदयति इति रूपमस्ति तत्र. अग्रे पठामि वा भगिनि? धन्यवादः. परलोकस्य विषये न इति पारलौकिके इति कथं भवति भगिनि? पार लोकस्य भावः पारलौकिकः खलु, अपारलौकिकः इत्युक्ते न पारलौकिकः. पार कथं भवति? पर इत्यस्य पार इति वृद्धिः कथं भवति? तत्र तदितान्तप्रत्ययः अस्ति चेत् आदिवृद्धिः भवति खलु, तदितेषु वचामादेः वचामादः. अस्तु, भगिनि पठतु. दाशरथि तद्वत्वा दशरथस्य. आमाम् आमां. भगिनि, अत्र एचः आत्वं भवति, पूर्वमपि वयं दृष्टवन्तः बहुषु धातुषु एचः आत्वं भवति, किन्तु अत्र कश्चन वैशिष्ट्यमस्ति वा इत्युक्ते सिद्धधातोः उपधायाम् एकारः अस्ति, किन्तु अन्यत्र यत्र अस्माभिः दृष्टं यत् सर्वत्र अन्तिमवर्णः एच् भवति इति कश्चन वैशिष्ट्यमस्ति वा अत्र? यतोहि ग्ला ग्लै इत्यस्य ग्ला इति भवति, अपि च शूचा तत्र सर्वत्र एचः तु अन्ते आसीत्, किन्तु अत्र तु हलन्त्यमस्ति. अतः एव अत्र उक्तं व्यक्तिगताः आदेशाः इति उक्तम्, अलोन्त्यस्य इत्यनेन कार्यं नास्ति, व्यक्तिगताः आदेशाः. यथा दुषुधतोः उकारस्य ऊकारादेशः इति उक्तम्, एवमेव सिद्धधातोः इकारस्य आत्वम् एचः स्थाने आत्वम् इति अलोन्त्यस्य इत्यस्य कार्यं नास्ति अत्र इति एव अस्ति अत्र व्यक्तिगत उक्तं खलु. पूर्वं यानि सूत्राणि दृष्टानि सर्वत्र अलोन्त्यस्य इत्यस्य कार्यम् अत्र तु नास्ति. नास्ति, तदेव. अस्तु भगिनि. भगिनी, तत्र गुण अनन्तरमेव एच् धातु आत्म भवति. आमां, सिद्धि इति इकारः एव अस्ति खलु, तत्र गुणः आवश्यकः. गुणकार्यानन्तरम् एजन्तः भवति, तदानीम् आत्वम्. आम्, अस्तु. अग्रे गच्छामः वा? तापसम् अर्थः कः? यदि तापसम् अर्थः अस्ति मनस्वि इत्यादि, परन्तु तापसं कथं निष्पन्न प्रश्नः अस्ति? तापसं तप् अस्ति, तापसम् इति शब्दः कथं निष्पन्नः इति प्रश्नः वा? आम् आम् भगिनि, तापसं शब्द तत् अहं जानामि तपः मनस्वी सेधयति, परन्तु अत्र तापसं सेधयति शब्द एकं वदामि, पारलौकिकः इति परलोकाय हितम् इत्यत्र टक् इति तद्धितान्तप्रत्ययः भवति, परलोकाय हितम्। इदानीं तापसं तापसं कथं निष्पन्न अहं जस्ट् केवलं चिन्तयामि, तापसं कथं निष्पन्नं तप् प्राप्तु भवति तपस् अणक्ष् इति प्रत्ययः, तदितान्तप्रत्ययः प्रत्ययः। धन्यवादः। तपः अस्य अस्ति इति तापसः। तपः अस्ति तापसः इत्युक्ते कश्चन पुरुषः, तपः तापसं सेदयति, इत्युक्ते अर्थं किं किं भगिनि? तपः इत्यस्य अर्थः कः? सिद्धधातोः कः अर्थः? दिवादिगणीयधातोः किम् अर्थः? तापसं सिद्धयति इत्युक्ते तप मेक्स् दि साटिस्फैस् दि हूस् अ तापसः, अ पर्सन् हूस् अ तापसः, इट् साटिस्फैस् और् इट् makes him successful. The penance makes the person successful. It is like that. Penance makes a person successful. तापसः इत्यत्रापि तद्धितान्तप्रत्ययः एव अस्ति, अणच् इति प्रत्ययः अस्ति, तपः अस्य अस्ति, तपः शीलमस्य इति वा, तपः शीलमस्य इति तपस्वी इति भवति, तपः शीलमस्य इति तपस्वी, तपः अस्य अस्ति इति तापसः, तापसः इति तत्र त्रिषु लिङ्गेषु अपि रूपाणि भवन्ति, तापसः, तापसं, तापसी। वाचस्पतिः अस्ति खलु महोदय? आमां कल्पद्रुमायमपि अस्ति। अस्तु, इदानीम् अग्रे गच्छामः। स्फुर् इति धातुः, तत्र लक्ष्मीभगिनी पठतु। आम् भगिनि, स्फुर् धातुः स्फुर् तुदादिगणे लटि स्फुरति, अर्थः चुत्रोप् चुषेक् चुस्विच् चुस्थाट् to spring back, to spring or break forth, to start into view, to flash, to shine, to go tremulously, to bruise, cause iti asti va, param to cause to throb or to vibrate, anyatarthaha to cause to shine, to throw with apa upasargaha, to shine forth or out with aphi upasargaha, anantaram to spread or be diffused, to become known tyapi asti arthaha. Sutram asti chispur or nau vikalpena chi spur iti dhatvoh echah sane a adeshah bhavati nau iti अनुबन्धरहितत्वेन निचि निङि च भवति. चिश्च स्फुर्च तयोः इतरेतर द्वन्द्वः तयोः चिस्फुरोः चिस्फुरोः षष्ट्यन्तं नौ सप्तम्यन्तं द्विपदमिदं सूत्रम् आदेचोपदेशेशिति इत्यस्मात् आत् एचः इत्यनयोः अनुवृत्तिः विभाषा लीयते इत्यस्मात् विभाषा इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं विभाषा चिस्फुरोः एचः आत् नौ चिस्फुरोर्नौ इति सूत्रं सूत्रार्थः एतत् अस्ति चि स्फुर् इति धातुद्वयं तयोः विकल्पेन एचः स्थाने आ इति आदेशः नौ परे भवति इति अर्थः. नौ इत्यस्य निचि परे इति अपि स्यात् निङि परे इति अपि ग्रहणं भवति. तर्हि आहत्य चि इति धातुः स्फुर् इति धातुः नौ परे एचः स्थाने आत् आदेशः आकारस्य आदेशः भवति इति उक्तमस्ति. अग्रे आदेशः प्रदर्श्यते अत्र पठानि वा. आम् इत्युक्ते अत्र चीस्पुर् इत्यनयोः एचः स्थाने आत्वम् इत्युक्ते अत्र गुणः यदा भवति तदानीम् एकारः जायते. ची इत्यत्र चै इति तत्र ऐकारः जायते. वृद्धिः यदा भवति तदानीम् ऐकारः पुर् इत्यत्र गुणः. अस्तु पठनि वा. आं पठतु. आ आदेशः स्फुर् हेतुमति च स्फुर् योगणि च उगन्धलघुपतस्य च स्फोर् योग इ चिस्फुरोर्नौ स्पार् योग इ स्पारि इति निजन्दधातुः स्फारयति इति अन्तिमरूपम्. स्फुर् इति धातुः स्वीकुर्मः चेत् हेतुमति च इत्यनेन स्फुर् योगणि च तस्य प्रेरणा निजन्तरूपं स्थापयितुं निच् प्रयुक्तः अस्ति. अत्र पुगन्तलघुपतस्य च इति सूत्रेण उकारस्य स्थाने ओकारादेशः गुणकार्यं सम्भवति. तर्हि स्फोर् इति यत्र भवति तत्र स्फोर् इत्यस्य एचः स्थाने आकारादेशः चिस्पुरोर्नौ इत्यनेन सम्भवति इति अत्र अग्रिमकार्यम्. तर्हि अत्र ओ इत्यस्य आकारादेशः भूत्वा स्फार् इति रूपं स्फार् योगै योजनेन स्फारि इति नूतनधातुः. तत्र पुनः शप् विधानं सर्वं भूत्वा तिङ् प्रत्यय अपि भूत्वा स्फारयति इति अन्तिमरूपं प्रथमपुरुषे एकवचने. समीचीनम् समीचीनं. चिस्पुरोर्नौ इति अत्रापि आत्मस्य विषयः अस्ति. यथा पूर्वं दृष्टं तथैव आत्मस्य विषयः अस्ति. अत्र विभाषा इति उक्तत्वात् रूपद्वयं सम्भवति स्फारयति स्फोरयति इति. कोऽपि वाक्यं वदति वा. न स्फुरति निजन्तवाक्यं वदतु. अकर्मकः अस्ति धातुः. न स्फुरति इति उक्तवती खलु. तत्र कर्ता कः. मनः मनसि न स्फुरति. मनसा भवति वा स्फुरति न. मम मनसि न स्फुरति. अतः कर्ता कर्ता कः. अहं नास्ति. स्फुरति इति अस्ति खलु. तर्हि न अहम् इति अस्ति चेत् वदतु वाक्यं तदनुगुणम्. अहं किं न स्फुरति. वाक्यं मनसि न स्फुरति. तर्हि वा कः कर्ता? वाक्यं न चेत् उत्तरं वाक्यं न स्फुरति खलु. मम मनसि वाक्यं न स्फुरति, वाक्यमेव कर्ता. तर्हि इदानीं तत्र निजन्तवाक्यं कथं भवति? निजन्तवाक्यं मनसः वाक्यं स्फारयति. अत्र कर्ता प्रेरककर्ता भवती प्रेरयति वा? किं भवत्याः वाक्यस्य प्रेरकः कश्चन अस्ति इति वा? भवत्याः प्रश्नः एव प्रेरकः. प्रश्नः भवत्या पृष्टः प्रश्नः वाक्यं स्फारयति, मम मनसि स्फारयति. स्फारयति वाक्यं स्फारयति. समीचीनं समीचीनम्. अत्र अत्र ट्विच् किम् अत्र उक्तं, तत्र प्रथमतया त्राब् अथवा ट्विच् इति अस्ति खलु, नेत्रस्य विषये वयं वक्तुं शक्नुमः खलु? थ्राबिङ्ग् ऐलिड् वा? नेत्रं स्फुरति, नेत्रं स्फुरति, केनचित् प्रेरकः भवति चेत् स्फारयति. किमस्ति प्रेरकः? भयं भवितुम् अर्हति वा? किं भयं? पवन व्याघ्रदर्शनेन हृदयं स्फुरति. व्याघ्रदर्शनेन हृदयं स्फुरति. व्याघ्रदर्शनं हृदयं स्फोरयति, हृदयं स्फुरति. व्याघ्रदर्शनं हृदयं स्फोरयति. व्याघ्रदर्शनम् अत्र कर्ता, भावः कर्ता. अस्तु समीचीनं. दौर्बल्यं नेत्रं पारयति, श्रूयते किम् अस्ति? न श्रूयते. दौर्बल्यं वीक्नेस् नेत्रे स्फारयति. दौर्बल्यं नेत्रं स्फारयति वा नेत्रे स्फारयति वा? नेत्रं नेत्रं नेत्रे द्वयो. अन्यन्तरस्थायं वाक्यं किं? नेत्रे नेत्रे स्फुरतः. द्विवचनं न, अतः अस्तु अस्तु. नेत्रे द्विवचनं, नेत्रे स्फुरतः, नेत्रे स्फुरतः. तर्हि इदानीं न्यन्तवस्थायं वाक्यं किं? दौर्बल्यं नेत्रे स्फारयति. सम्यक् सम्यक् अस्तु अग्रे गच्छामः. कौरवस्य दर्शनेन अर्जुनस्य हृदयं स्फारयति. समीचीनम्. दर्शनेन इति न, दर्शनं दर्शनमेव कर्ता खलु, प्रेरक प्रयोजककर्ता कः? दर्शनं दर्शन अतः दर्शनेन इति न, दर्शनं. अस्तु अन्य केनापि वक्तव्यं वक्तव्यं वा? कौस्तवं दृष्ट्वा स्फारयति वा? गुरोः दर्शनेन, तत्र कौरवेषु तस्य ग्राण्ड् अङ्कल् भीष्मः आसीत् इति, अपि च तस्य गुरु न भवती फ्याक्ट् वदति, इदानीं तादृशवाक्यम् अस्ति इति चिन्तयित्वा वदतु, तादृशं वाक्यं सम्भवति सम्भवति खलु? हा सम्भवति. तावदेव, अस्तु अग्रे गच्छामः. भवती एव अग्रे पठतु. कृत् धातुः अत्र विकल्पेन एकमपि रूपमस्ति तत्र न उक्तं, केवलं भगिनी पठितुं शक्यते. भवती न उक्तं वा आदेशभावे? अस्तु तत्रापि तदपि वदतु. हा, आदेशभावे स्फुर् हेतुमति इच्छा इत्यनेन स्फुर्योगणिच् पुगन्धलघुपतस्य च स्फोर्योग इ स्फोरि तिनिजन्दधातुः अत्र स्फोरयति इति रूपम्. तर्हि आहत्य रूपद्वयं स्फारयति स्फोरयति इति निजन्द पदद्वयं. सम्यक् सम्यक्. तर्हि प्रयोगः यस्य कस्यापि यथेच्छा, अर्थस्य भेदः नास्ति. नास्ति नास्ति. कृत् धातुः, कृत् कीर्त् चुरादिगणे कीर्तयति कीर्तयते, अर्थः प्रसिद्धं करोति स्तुतिं करोति. अत्र रेफात् प्राक् इकः दीर्घः. धेयं यत् त्रिषु परिस्थितिषु रेफवकारयोः पूर्वम् इकः दीर्घो भवति. काशिकावृत्तिः अवलोक्यते चेत् निर्देशः स्पष्टः. रोर् उपधाया दीर्घः इकः रेफवकारान्तस्य धातोः पदस्य उपधायाः इको दीर्घो भवति. गीः धूः पूः आशीः एक्साम्पल्स्. हलिच परे रेफवकारान्तस्य धातोर् उपधायाः इको दीर्घो भवति. जृष्यन् जीर्यति उपधायाञ्च धातोर् उपधाभूतौ यौ रेफवकारौ हल् परौ तयोर् उपधाया इको दीर्घो भवति. कृत् कीर्तयति, अत्र कृत् धातु विषये हलन्तधातु. कृत् धातु विषये त्रीणि सूत्राणि सन्ति वा? चुरादिगणे कृत् धातु अस्ति, तस्य रूपं भवति कीर्तयति इति. कीर्तयति कीर्तयते, अर्थः भवति प्रसिद्धं करोति स्तुतिं करोति इति. अत्र कृ इति अस्ति, तस्य रेफः भवति गुणः भूत्वा. अत्र रेफात् प्राक् इकः दीर्घः भवति. रु इति दीर्घ इकः एव, तस्य कीर् इति दीर्घ ईकारः भवति इति वदति वा अत्र? न न, ऋत धातुः न, अत्र कृत् इति अस्ति, तत्र उपधायां च इत्यनेन तत्र दीर्घकारस्य स्थाने ह्रस्व इकारादेशः उरण्ड्रपरः इति कृत्वा किर्त् इति भवति. किर्त् किर्त् इति भवति स्म, परन्तु अत्र कीर्त् इति कथं भवति इति, अत्र रेफात् प्राक् इकः दीर्घः कथं भवति? ध्येयं यत् त्रिषु परिस्थितिषु रेफवकारयोः पूर्वम् इकः दीर्घो भवति. हा, अत्र त्रिषु परिस्थितिषु रेफस्य अपि च वकारस्य पूर्वं यदि इकः भवति तस्य दीर्घः भवति. केषु कासु परिस्थितिषु इति अत्र दत्तमस्ति. रुओर् उपधायाः दीर्घः इकः, अत्र रेफ अपि च वकारः एतयोः इत्युक्ते अन्ते धातोः अन्ते यदि रेफः अथवा वकारः भवति तदा पदस्य उपधायाः इक् वर्णस्य दीर्घः भवति. यथा गीः इति गिर् इति धातु, तस्य गीः इति नास्ति, गृ इति धातुः, गृ इति धातु, अस्तु गृ इति धातोः एकवचनस्य रूपं वा तद् प्रथमविभक्तेः गीः गिरौ गिरः, गीः गिरौ गिरः, अस्तु. अत्र गीः धूः पूः, पूः इति पुरः इति, अस्तु, पृ इति धातुः अस्ति खलु तस्य, किं भगिनि, पृ, आम्, धृ, धूः धुरः पूः पूः पुरः, अनन्तरं बहुवचने पूः पुरौः पुरौ पुरः, सत्यं, धूः धुरौ धुरः, गीः गिरौ गिरः, अस्तु. अनन्तरं हलि च इति सूत्रेण रेफ वकारान्तस्य धातोः उपधायाः इकवर्णस्य दीर्घः भवति. यथा जृ धातोः श्यन् इति प्रत्ययः, अत्र षकारः अस्ति इति कृत्वा सार्वधातुकप्रत्ययः, जृ इत्यस्य गुणः भवति, परन्तु जिर् न भवति, जीर् इति भवति, जीर्य, अनन्तरं तिङ् प्रत्ययस्य योजनेन जीर्यति खलु, किं भगिनि, न श्रूयते, गुणः बाधितः खलु, गुणः बाधित्वा दीर्घः भवति इति खलु, जीर्यति इति भवति प्रथमतया तत्र ऋत, ऋत इद्धातोः इत्यनेन ह्रस्वैकारादेशः भवति, जिर् उरण्ड्रपरः इति कृत्वा जृ इति आदौ धातुः अस्ति, दीर्घ ऋकारस्य स्थाने ह्रस्व इकारादेशः ऋत इद्धातोः इत्यनेन, अतः तत्रपरः इति कृत्वा जिर् इति भवति. तदानीं हलिच इत्यनेन इदानीं रेपान्तः अस्ति धातुः, जिर् इति धातुः रेपान्तः, उपधायम् इक् वर्णः अपि अस्ति, अनन्तरं य इति वर्णः हल् वर्णः अस्ति इति कृत्वा हलिपरे रेपान्तधातोः उपधायाः इकः दीर्घः इति कृत्वा जीर्यति इति रूपम्. अपि च उपधायाञ्च इति सूत्रेण धातोर् उपधाभूतौ यौ रेफवकारौ हल्परौ तयोः उपधायाः इको दीर्घो भवति. कृत, कृत इति धातोः, ऋत इति धातोः इत्यनेन न न किर् इति भवति, परन्तु ऋत इति धातोः इत्यनेन नास्ति, अपवादत्वेन न न तस्य अपवादः नास्ति. ऋत इति धातोः केवलं ऋकारान्तधातुः अस्ति चेत्, अत्र तु ऋकारान्तः नास्ति खलु धातुः. ओ सत्यं, कृ इति तु हलन्तं, कृत् अस्तु. उपधायाश्च इति अन्यत् सूत्रमस्ति येन ह्रस्व इकारादेशः भवति दीर्घऋकारस्य. उपधायामपि दीर्घऋकारः अस्ति चेत् ह्रस्व इकारादेशः भवति इति कृत्वा उपधायाश्च. तस्य अपवादः वा उपधायाञ्च? न न न, उपधायाश्च इत्यनेन किर्त् इति भवति, किर्त् इति भवति. इदानीम् उपधायाश्च इत्यनेन कीर्त् इति भवति. both steps will happen. प्रथमम् उपादायाश्च इत्यनेन दीर्घ ऋकारस्य ह्रस्व इकारः भवति. किर्त् इति भवति. तदानीं किर्त् इति अस्ति, तदानीं हलन्तधातुः भवति. हलन्तधातुः तस्मात् पूर्वं रेपः अपि अस्ति उपादायां. रेपात् पूर्वम् इक् वर्णः अस्ति इति कृत्वा दीर्घादेशः भवति. तदर्थमत्र उक्तम् अतौ उपदाभूतौ यौ रेपवकारौ. उपदायां रेपः अथवा वकारः. हल्परौ तस्य अनन्तरं हल् वर्णः अस्ति. रेपात् परं हल् वर्णः अस्ति. तर्हि तादृशरेपस्य उपदायाः इकः दीर्घः. वकारः उपदायां कुत्र भवति? वकारः उपदायं कुत्रापि न भवति इति मन्ये. प्रायः तादृश उदाहरणं लभ्यते इति मन्ये, इति स्मरामि. अथवा नो चेत् तत्र यङ्लुगन्तप्रसङ्गे प्रायः भवितुमर्हति इति स्यात्. तादृशम् उदाहरणं पूर्वम् उर्ब इति अस्ति खलु. उर्ब तत्र तु रेपः एव उपदायाम्. अत्रापि केवलं रेपस्य एव उदाहरणानि दृश्यन्ते, वकारस्य उपदायः न लभ्यते. सूत्रत्रयमपि केवलं कृ धातोः विषये नास्ति, रेफवकारान्तस्य धातोः कस्मिन् परिस्थितौ किं भवति इति अत्र उक्तमस्ति खलु. आं सत्यं. कृत् इति धातोः विषये केवलम् उपदायां च इति एव. परन्तु यत्र रेपान्तधातुः वकारान्तधातुः अस्ति तदानीं त्रीणि सूत्राणि सन्ति चिन्तनार्थं. तत्र कस्य प्रसक्तिः कुत्र इति अस्माभिः परिशीलनीयं. परन्तु त्रीणि सूत्राणि सन्ति इति अवगन्तव्यानि. तर्हि इदानीं त्रीणि सूत्राणि अपि क्रमेण वयं पठामः. तत्र रोर् उपदाय अत्र गीः इत्यस्य प्रक्रिया कथम् इति अग्रे उक्तमस्ति. गीः इति रूपं कथं लभ्यते इति बहु विस्तृतचर्चा अस्ति. तत् पश्यामः अग्रे इतोपि अस्ति. गृ इति धातोः विषये तत्र कथं गीः इति रूपं लभ्यते इति, तत्र प्रक्रिया कथम् अस्ति इति अग्रे उक्तमस्ति. अस्तु, तत् इदानीं सुबन्तमस्ति खलु गीः इति. सत्यं सत्यम्. सुबन्तमेव भवती तु जानाति एव गीः इति. गीः गिरौ गिरः न जानाति स्म. ओके. मनसि न स्फुरति किमपि. जानाति स्म इत्युक्ते पूर्वं ज्ञातवती खलु तत्, इदानीं स्मरणे आगतम् अथवा एक कस्मिन् अपि काले पठितवती इति. तदस्ति चेत् परिचयः अस्ति तावदेव. तावत्पर्यं दृष्ट्वा कुत्रापि पूर्वमेव दृष्टवती इति एकं देर् इस् अ वर्ड् इन् इङ्ग्लिश् नो देजावु. न, स्मरणम् अस्ति चेत् पर्याप्तम्. इत्युक्ते ज्ञानं क्षणिकमस्ति खलु. ज्ञानं क्षणिकमस्ति, अतः पठितं विस्मृतमिति सम्यक् एव. परन्तु तत्र संस्कारः अस्ति खलु. पूर्वं तत्र संस्कारः अस्ति. संस्कारस्य उद्बोधः यदा भवति तदा स्मरणं जायते. अतः इदानीं स्मरणे आगतम्. तर्हि इदानीं क्रमेण पश्यामः त्रीणि सूत्राणि. तत्र प्रथमं सूत्रमस्ति रोरुपदायः दीर्घः इकः इति सूत्रं. कः पठति तत्र? किम् अनिम भगिनी पठितुम् इच्छति वा? पठामि. पदान्ते इति पदान्ते रोरुपधायाः दीर्घः इकः. पदान्ते रेफान्तस्य वकारान्तस्य च धातोः उपधायाः इकः दीर्घादेशः भवति. येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः रोः धात्वोः. वकारान्तधातवः सन्ति, किन्तु वकारान्तस्य पदस्य धातोरसम्भवात् अनेन सूत्रेण वकारान्तधातोः किमपि कार्यं नास्ति यस्य फले काशिकायां दत्तमस्ति वकारग्रहणम् उत्तरार्थम् लाघवार्थम् अस्मिन् सूत्रे वकारः योजितः येन तस्य अनुवृत्तिः अग्रिमसूत्रद्वये स्यात् रकारञ्च वकारं रुवौ इतरेतरद्वन्द्वः तयोः रुवोः रुवोः षष्ठ्यन्तम् उपधायाः षष्ठ्यन्तम् दीर्घः प्रथमान्तम् इकः षष्ठ्यन्तम् अनेकपदमिदं सूत्रम् सिपि धातोरुर्वा इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् पदस्य रुवोः धात्वोः उपधायाः इकः दीर्घः सो अस्मिन् सूत्रे रकारं वकारम् अपि उक्तमस्ति परन्तु अस्मिन् सूत्रे वकारस्य किमपि प्रसक्तिः नास्ति परन्तु यः यत् सूत्रम् अग्रिमे भवति तस्य कृते एव तत्र वकारं दत्तमस्ति अत्र ऋकारस्य एव प्रसक्तिः अस्ति अनुवृत्तिः रेपस्य सोरि रेपस्य रेपस्य आं भगिनि अनुवृत्तिः धातोः इति सिपि धातोरुर्वा इति सूत्रेण सूत्रात् अनुवृत्तिः भवति धातोः इति शब्दस्य अधिकारमस्ति पदस्य इति अग्रे पठामि वा क्षणं तत्र सूत्रार्थः स्पष्टः वा इति वयं पश्यामः इदानीं तत्र अनुवृत्तिसहितसूत्रे यानि पदानि सन्ति तेषां सम्बन्धः कः पदस्य रुवोः धातोः उपधायाः इकः दीर्घः इति पूर्णं सूत्रमस्ति रेपः वकारः यस्य अन्ते अस्ति यतः येन विधिसदन्तस्य इति अस्ति अतः रेपान्तपदम् अथवा वकारान्तपदं तस्य धातोः उपधायाः इकः दीर्घः भवति इति तर्हि पदमपि भवेत् धातुः अपि भवेत् रेपान्तः अपि भवेत् अथवा वकारान्तः भवेत् तादृशस्य उपधायाः इकः दीर्घः भवेत् दीर्घः भवति अनेन सूत्रेण तर्हि पदसंज्ञा अपि अपेक्षिता अस्ति पदसंज्ञा धातुसंज्ञा अपि भवेत् संज्ञाद्वयम् अपेक्षितम् अत्र अस्तु भगिनि समीचीनं तर्हि रुवोर् उपधायाः दीर्घः इकः इति सूत्रमस्ति तर्हि तत्र रेपान्तः धातुः अथवा वकारान्तः धातुः पदस्य अन्ते भवेत् तदानीम् उपधायाः इकः दीर्घः भवति एतादृशकार्यं कुत्र भवितुमर्हति सुबन्तरूपे सुबन्तरूपे भवितुमर्हति अथवा तिङन्तेषु अपि भवितुमर्हति परन्तु सामान्यतया न दृश्यते परन्तु विशिष्टस्थलेषु यथा तत्र यङ्गन्त यङ् लुगन्तप्रसङ्गः अस्ति खलु तत्र तस्य सूत्रस्य प्रसक्तिः भवति यङ् लुगन्तप्रसङ्गे अपि यत् यतोहि तत्र लङ्लकारे पदसंज्ञा अपि लभ्यते धातुः अपि भवति तदानीं यङ् लुगन्तप्रसङ्गे अपि भवितुम् अर्हति अस्य सूत्रस्य कार्यं परन्तु सामान्यतया सुबन्तेषु एव दृश्यते अस्तु भगिनी धन्यवादः इदानीम् अग्रे विजया भगिनी पठतु आं महोदय नमस्कारः महोदय नमस्कारः अत्र सुप्रत्ययाः सङ्ख्यया एकविंशतिः ते च एते सुजसमौत् चस् ताभ्याङ्गस् नेभ्याङ्गस् नसिभ्याङ्गस् न्यसोसाम्यो सुप् इति सूत्रेण इति सूत्रं भवति अधः अपि अत्र पृथक्तया दत्तं सुजसमौत् शस् ता अभ्यां व्यस् नेभ्यां व्यस् न्यसिभ्यां व्यस् न्यस् ओस् आम् नि ओस् सुप् इति भवति अनुबन्धलोपानन्तरम् अत्र सकारः स औ अस् अम् औ अस् आभ्यां व्यस् ये अस्तु आभ्यां बिस् आम् ये व्यां व्यस् अस् व्यां व्यस् अस् ओस् आम् इ ओसु इति अनुबन्धलोपानन्तरं तिष्ठति अत्र गृ इति धातुः गृ निगरणे सुधादौ लटि गिरति इति भवति स्वालो इति अर्थे. अनन्तरम् अत्र गृ गृयोः फिप् किबन्त विजन्ता धातुत्वं न जहति इति परिभाषया क्विप् पुनः सम्यक्तया पठतु सन्धिं कृत्वा पठतु. क्विप् अन्त विच् अन्त धातुत्वं न जहति न सम्यक्तया पठतु. क्विप् अन्त इति तावदेव वा? क्विप् अन्त इति अस्ति खलु महोदय? क्विप् अन्त तावदेव अस्ति वा? अत्र जहति इति किम् न जहति इति रूपं कीदृशं जहति इति रूपं किं वचनं किं न न वचनम् अर्थे आगच्छति खलु बहु तत् दहति जहति इति एकवचने वा बहुवचने वा? बहुवचने अस्ति. जहति त्यजति इत्यस्मिन् अर्थे जहाति जहाति द्विवचने जहितः जहितः जहति जहाति जहितः जहीतः जहति किं सूत्रमस्ति तत्र जहीतः इति जहीतः इत्यत्र किं सूत्रमस्ति? एतत्तु हो हाक् इति सूत्रं खलु महोदय? न ओहाक् न किम् ओहाक् जहातेश्च इति अस्ति खलु जहातेश्च इत्यनेन ह्रस्व इकारादेशः ईहल्यगोः इत्यनेन दीर्घ इकारादेशः अतः जहितः जहीतः रूपद्वयं रूपद्वयं भवति. इदानीं जहति इति बहुवचने अस्ति इति कृत्वा इदानीं वाक्यं सम्यक्तया वदतु तत्र. त्यागे इति अर्थे एव आगच्छति न मम प्रश्नस्य उत्तरं वदतु तत्र सम्यक्तया पुनः पठतु. ओ अस्तु. अत्र क्षिबन्तौ विचन्तौ न किमर्थं तौ इति वदति? जहाति इति बहुवचने अस्ति चेत् कर्ता कस्मिन् वचने भवति? ओ इदानीम् अत्र प्रयोगं करणीयं वा? अस्तु. जहति इति न भगिनी त्याग न भगिनी क्विबन्ता इति उक्तं खलु तत्र किम् अस्ति किं भवेत्? जहति इति बहुवचने अस्ति चेत् कथं वक्तव्यम्? क्विबन्ताः भगिनी तावदेव क्विबन्ताः विजन्ताः धातुत्वं न जहति. किं विजय भगिनी इदानीं वदतु. पुनः वदतु पठतु तत्र आरम्भतः पठतु. क्षिबन्ताः विजन्ताः धातुत्वं न जहति इति वा? जहति इति बहुवचने अस्ति खलु अतः तत्र सन्धिः अस्ति. आम् इदानीमेव अवगच्छामि. क्षिबन्ताः क्विप् अत्र प्रत्ययम् अस्ति चेत् अत्र सर्व अपहारः भवति अत्र. अनन्तरं विजन्ताः इति यत्र धातुत्वं विच् प्रत्ययान्तशब्दः विच्लुरु इति विजन्ताः धातुत्वं न जहति इति परिभाषया क्विप् प्रत्ययः संयुज्यते चेदपि धातोः धातुसंज्ञा तिष्ठति. क्विप् क्विप् प्रत्ययस्य सर्व अपकारः लोपः. लशप् अतते इत्यनेन ककारस्य अलन्त्यं पकारसि इत् संज्ञा तस्य लोपः इत्यनेन पूर्वतया लोपः भवति. अत्र क्विप् प्रत्ययं स्वीकुर्मः चेत् अत्र क्विप् प्रत्ययं स्वीकुर्मः चेत् अत्र सर्व अपकारः लोपः भवति. अत्र लशप् अतदिते इत्यनेन अत्र ककारस्य लोपः भवति. अनन्तरं अत्र क्विप् लशकदधिते अनन्तरम् एतत् इत्यनेन ककारस्य लोपः भवति. अनन्तरं पकारस्य तु प्रथमं हलन्त्यम् इत्यस्य इत्यनेन इत् भवति, अनन्तरं तस्य लोपः इत्यनेन लोपः भवति. अग्रे पठामि वा महोदय? तर्हि किम् अनन्तरं वकारः अवशिष्यते, परन्तु एतत् वकारः अपि एतत् सूत्रमस्ति रो रूपदायाः प्रकृतस्य एतत् अग्रिमवाक्यं पठतु, अग्रिमवाक्यं पठतु. आम् अत्र अन्तिमवाक्य वेरपृक्तस्य इत्यनेन अपृक्तसंज्ञकः वाक्यं पठतु. गृहयोगः वि इकारः उच्चारणार्थः, गृहयोगः वि इकारः उच्चारणार्थः भवति. अत्र क्विप् इति प्रत्यये इकारः उच्चारणार्थः भवति. इदानीं न अत्र गृहयोगः वि इत्यस्य इकारः उच्चारणार्थः भवति. इदानीं गृहयोगः युव् इदानीम् अपृक्त एकाल् प्रत्ययः अस्ति इत्यनेन तस्य अपृक्तसंज्ञा भवति. वेरपृक्तस्य इत्यनेन अपृक्तसंज्ञकवकारस्य लोपः भवति. इदानीं वदतु. अस्तु अस्तु. इदानीं गृहयोगः वि इति अस्ति स्वीकुर्मः चेत् अत्र वि इति इत्यस्य इकारः तु उच्चारणार्थं भवति. इदानीं व एव तिष्ठति, एतत्तु अपृक्त एकाल् प्रत्ययः भवति. अत्र वेरपृक्तस्य इत्यनेन अपृक्तसंज्ञकः वकारस्य लोपः भवति. इदानीम् अत्र गृ एव अवशिष्यते अत्र. सम्यक् समीचीनं, धन्यवादः भगिनि. तावदेव, धन्यवादः. समीचीनं, धन्यवादः. इदानीं तत्र विनयमहोदय अग्रे वदतु. आं भगिनि, किन्तु एकः प्रश्नः अस्ति अपृक्त एकाल् सम्बन्धे. यत्र अपृक्त एकाल् अस्ति तर्हि अल् इकार अस्ति वा न? अल् इकार अस्ति, अपि च व अल् अस्ति, तर्हि एक अल् उच्चारणार्थ वा अपृक्त एकाल् आधारेण निष्कासितः? न, ईकारः उच्चारणार्थः, ईकारः निष्कासि ईकारः उच्चारणार्थः इति कृत्वा, ईकारः केवलम् उच्चारणार्थः इति कृत्वा गतः, सः वर्णः गतः. इदानीं वकारः एकः एव वर्णः अस्ति, अतः एकाल् अस्ति. एकाल् वर्णः एकः अल् यस्य सः एकाल् वकारः एकाल् वर्णः इति कृत्वा अपृक्तसंज्ञा भवति तस्य, अपृक्तसंज्ञा लोपः. चिन्ता नास्ति, वकार तु अहं जानामि, परन्तु अहं किञ्चित् पठितवान् इकार अस्ति अस्ति, परन्तु अग्रे गच्छामः. तर्हि अपृक्त इकार प्रत्ययः इत्यनेन तस्य अपृक्तसंज्ञा वेह वेह अपृक्तस्य इत्यनेन अपृक्तसंज्ञकवकारस्य लोपः, तद्धितसमासश्च इत्यनेन प्रातिक्संज्ञा भवति, वयं किञ्चित् जानीमः. परन्तु अत्र धातुः अस्ति गृह दीर्घ ऋकार, धातुः अपि प्रातिपदिकमपि, अत्र धातुः अपि प्रातिपदिकम् अपि ऋत् ऋत् इद् क्षम्यतां, वयं पठितवान् ऋत् इद् धातोः इद् धातोः गि उरुणरपः गिर्भवति, वयं पठितवान् किञ्चित्. तर्हि वयं पठितवान् क्षम्यतां, वयं पठितवन्तः अत्र उरण्डपरसम्बन्धे अपि गिर् अस्ति, तद्गिर् तत्र गिर् अस्ति प्रातिपदिक अस्ति, तर्हि प्रत्ययः अस्ति, तत्र अस्ति सु अथ गिर्योग सहलन्त सहलन्त अस्ति तर्हि हलन्त्याभ्योः दीर्घात् श्रुति हलञ्जाभ्योः दीर्घात् स्वप्यस्तृकृतम् अपृकृतं हल गिर् प्रत्यलोपे प्रत्यलक्षणम् इत्यस्मात् स्वप्यन्तं पदं गिर् इति धातु अपि प्रातिपदिकम् अपि पदं भवति गिर् पदम् अस्ति रवोः उपधाया दीर्घः इकः गीर् भवति वयं पठितवन्तः गीर् अस्ति गीर् अस्ति तथैव भ्यामभिसभ्यसु स्वादिषु सर्वनामस्थाने इत्यनेन येषां पूर्वतनशब्दरूपस्य पदसंज्ञा अहं किञ्चित् गीर्स्थपर्यन्तम् अवगच्छामि अत्र यदुक्तं तद् किम् अस्ति इति एकवारं वदतु तदनन्तरं रूपाणि साधयामः ओके तथैव भ्यामभिसभ्यस् रु स्वादिषु सर्वनामस्थाने इत्यनेन येषां पूर्वतनशब्दरूपस्य पदसंज्ञा अग्रे पठामि वा इदानीं तत्र अत्र विजया भगिनी उक्तवती वकारस्य प्रत्ययस्य लोपः भवति वेर् अपृक्तस्य इत्यनेन तर्हि इदानीं गृ इति अस्ति तत्र किं भवति इति वदतु अत्र किम् उक्तम् अत्र धातुः अस्ति गृ वकार अपृक्त एकाल प्रत्यय इत्येन तस्य अपृक्तसंज्ञा सो वेः अपृक्तस्य इत्येन अपृक्तसंज्ञक वकारस्य लोपः अर्थात् अवशेषः कः घ्रीधातु न केवलं घ्रीधातु अस्ति अपि च प्रातिपदिकमस्ति यदि धातु अस्ति तर्हि अत्र प्रश्नतोयं धातु अस्ति तो तिङ् प्रत्ययः आगच्छति यदि प्रातिपदिकमस्ति तर्हि तु सुप् प्रत्ययः आगच्छति अतः अत्र सुप्तयन्तं पदम् अत्र सम्बद्धतः द्विधातुसम्बन्धे तदनन्तरं ऋत् इति धातोः एकक्षणं धातुः अस्ति चेत् कृत् प्रत्ययः भवति नो चेत् तिङ् प्रत्ययः भवति प्रातिपदिकम् अस्ति चेत् सुप्रत्ययः भवति इदानीं गृ इति किम् अस्ति धातुः अस्ति वा प्रातिपदिकम् अस्ति वा किम् अस्ति न गृधातु यथा भगिनी उक्तवान् गृधातु कृदन्त् अपि अस्ति गृधातु कृदन्त् अपि अस्ति इदानीं तत्र पट् पट्योगः तप्रत्ययः इति वयं वदामः चेत् तत्र पठित इति प्रातिपदिकं लभ्यते खलु तत्र कृत् प्रत्ययस्य योजनेन प्रातिपदिकं लभ्यते अत्र गृहयोगः क्विप् क्विप् प्रत्ययस्य योजनेन किं लभ्यते तर्हि केवलं कृदन्त भवति कृत्प्रत्ययः कृत्प्रत्ययः खलु कृत्प्रत्ययः अस्ति वा न वा कृत्प्रत्ययः न श्रुतवान् भगिनि अन्यत् कोऽपि कृत्प्रत्ययः उमा भगिनि वदतु कृत्प्रत्ययः कृदन्तम् अस्ति वा न वा उमा भगिनि अस्तु तर्हि सरस्वती भगिनी वदतु कृत् प्रत्ययः कृत् प्रत्ययः वा न वा अस्तु वदतु उमा भगिनी. तर्हि कृत् प्रत्ययस्य योजनेन किं लभ्यते? प्रातिपदिकं. हा, केन सूत्रेण? कृदति इति कीदृश समासाश्च कृत् अधितसमासाश्च इत्यनेन प्रातिपदिकसंज्ञा भवति. कृत् प्रत्ययस्य योजनेन धातुतः कृत् प्रत्ययः विहितः चेत् तदानीं प्रातिपदिकं लभ्यते कृत् अधितसमासाश्च इति सूत्रेण. तर्हि इदानीं पट् योगः तप्रत्ययः, तत्र पठित इति प्रातिपदिकं लभ्यते, तत्र धातुत्वम् अस्ति वा पठित इत्यत्र? नास्ति. नास्ति. एवम् अत्र कृत् प्रत्ययस्य योजनेन प्रातिपदिकमेव स्यात्, धातुत्वं न स्यात्. तर्हि धातुत्वं कथं लभ्यते? सुबन्धाः विचिन्ताः धातुत्वं प्रत्ययलोपे प्रत्ययलक्षणम् न परिभाषा अस्ति. कृबन्ताः विजन्ताः धातु प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन धातु लभ्यते वा? किञ्चित् बोधयतु विजय विजयलक्ष्मी भगिनी. धातुत्वं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन प्रातिपदिकसंज्ञा पदसंज्ञा भवति. हा, तर्हि इदानीं तत्र गृ इत्यत्र गृ इत्यस्य इदानीं क्विप्रत्ययस्य लोपः अभवत्, तथापि तत्र कृदन्तम् अस्ति इति कृत्वा तत्र कृत् अधितसमासाश्च इति तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन कृदन्तम् अस्ति इति कृत्वा प्रातिपदिकसंज्ञा भवति. इदानीं गृ इत्यस्य धातुसंज्ञा नास्ति, सामान्यतया धातुसंज्ञा न भवति. पठित इत्यत्र यथा धातुसंज्ञा नास्ति, तथैव गृ इत्यत्रापि धातुसंज्ञा नास्ति. तदर्थम् अत्र वार्तिकम् उक्तं क्विबन्ताः क्विप् प्रत्यान्ताः धातुत्वं न जहति. इत्युक्ते यद्यपि प्रातिपदिकसंज्ञा अस्ति तथापि तत्र धातुसंज्ञा अपि भवति इति विचित्रं वैचित्र्यं. तर्हि तत्र गृ इत्यत्र प्रातिपदिकसंज्ञा अपि अस्ति, धातुसंज्ञा अपि अस्ति, संज्ञाद्वयं वर्तते. तर्हि इदानीं धातुसंज्ञा अस्ति इति कृत्वा ऋत इद्धातोः इत्यस्य कार्यं भवति. किमर्थं धातुसंज्ञा अपेक्षिता इति चेत् अत्र ऋत इद्धातोः इति तादृशसूत्राणां कार्यार्थं. यदि गृ इत्यत्र धातुसंज्ञा नास्ति इति वदामः तदानीं ऋत इद्धातोः इत्यस्य कार्यं न स्यात्. अस्तु, इदानीं सरस्वती भगिनी अत्र अत्र अस्मिन् परिच्छेदे किम् उक्तमिति सारांशरूपेण वदतु. गृ धातु अस्ति दीर्घ ऋकारान्त, तत्र क्विप् योजनेन वयं धातु अस्ति तत्र क्विप् प्रत्यययोजनेन कृदन्त प्राप्नुमः. तत्र क्विप् क्विप् धा प्रत्ययः सर्वापहारीलोपः भवति, यतोहि तत्र ककारस्य लशक्वतरिते अनेन सूत्रेण पकारस्य हलन्त्यं तथा ईकार यदस्ति तद् उच्चारणार्थमस्ति, तद् तस्य लोप इति सूत्रेण कार्यं भवति. तदनन्तरं केवलं पकार वकार अवशिष्यते, तत्र वकार यद् एक अल् एव अस्ति, अतः अपृक्तसंज्ञा भवति. अपृक्त एकाल् प्रत्ययः इत्यनेन अपृक्तसंज्ञा भवति. तस्मात् कारणात् वेरपृक्तस्य इत्यनेन सूत्रेण अपृक्तसंज्ञायाः संज्ञकवकारस्य लोपः भवति. तदा अवशिष्यते केवलं गृ. इदानीं प्रत्ययलोपे प्रतिदक्ष लक्षणं भूत्वा न कृत् तदिसमासश्च अनेन प्रातिपदिकसंज्ञा भवति. गृ धातु इदानीं गृ यदस्ति तत् प्रातिपदिकसंज्ञा अस्ति, परन्तु पूर्वं दृष्टं परिभाषा अस्ति क्विबन्ता विजन्ता धातुत्वं न जहति. धातुत्वं न जहति अतः एतावत् एतत् सर्वं कार्यं भूत्वा अपि तद् धातु अपि तिष्ठति, धातुरूपेण अपि तिष्ठति. अतः गृ धातु अपि भवति, प्रातिपदिकसंज्ञा अपि भवति. यदा वयं धातुरूपेण स्वीकुर्मः तदा रिद् ऋत इद्धातोः न पूर्वं तु ऋत इद्धातोः धातुरूपेण स्वीकृत्य ऋत इद्धातोः सूत्रेण कार्यं कृत्वा तत्र ऋकारस्थाने इकार आगच्छति, तदा इर् इ भवति, उरण् रपरः अस्ति तदनन्तरं, तदा गिर् भवति. इदानीं गिर् अस्ति, अतः यदि प्रातिपदिकरूपं वयं तत्र स्वौजसमोट् रूपेण वयं सुप्रत्यये वयं योजयामः, तदा गिर् योगस्सु अस्ति. अनुबन्धलोपे सकार भवति. हल्न्याभ्युदीर्घत् सुतिस्य प्रोक्तं हल् अनेन सूत्रेण सकारस्य लोपो भूत्वा केवलं गिर् अवशिष्यते, परन्तु तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन सुप्तिङन्तं पदम् एवं गिर् इति भवति. इदानीं गिर् पदसंज्ञा भवति, अतः अत्र रुवोरुपधाया दीर्घ इकः अनेन सूत्रेण इकारस्य ईकार दीर्घ भवति, तथा प्रथमा विभक्तेः गिर् इति गीर् इति भूत्वा तत्र ऋकारस्य पुनः चिन्तयामि पुनः ऋत्वविसर्गौ ततः गीः भवति. परन्तु यदा भ्यां भिस् भ्यस्सु एवं भवति तदा स्वादिष्वसर्वनामस्थाने अनेन सूत्रेण पदसंज्ञा अस्य भवति गिर्. बहु सम्यक् भगिनि, सम्यक्तया उक्तवती. केवलं तत्र रोरुपदायाः दीर्घः इत्यस्य कार्यार्थं किं किम् अपेक्षितम्? धातु अपि भवेत् तथा प्रातिपदिकम् अपि भवेत् तथा रेफ अथवा वकारान्त भवेत्, इक् इक् उपधायां भवेत्, पदमपि भवेत्, पदमपि भवेत्. धातु तथा प्रातिपदिकं पदमपि भवेत्, अतः गीर् भूत्वा एव एतत् सर्वं कार्यं कर्तुं शक्नुवन्तः इति अस्ति. अत्र उमा भगिनी अवगतं वा? भवती अवगतं वा? भगिनि एकः प्रश्नः भगिनि, गृ धातुसंज्ञा केन सूत्रेण भवति भगिनि? गृ धातुसंज्ञा क्विप् योजना न क्विप् योजनानन्तरं वा? त्यजनानन्तरं तत्र अस्ति खलु, तत्र वार्तिकं क्विबन्ताः विजन्ताः धातुत्वं न जहति इति परिभाषा. अस्तु, न जानामि. अत्र एव लिखितमस्ति खलु, क्विबन्ताः विजन्ताः धातुत्वम्. अस्माकं प्रथमवाक्ये गृहयोगः क्विप्, क्विबन्ताः विजन्ताः धातुत्वं न जहति इति परिभाषया क्विप्. अस्तु, धन्यवादः इति अस्ति. अत्र किञ्चित् इतोपि किञ्चित् चिन्तनीयमस्ति. तत्र गृ इति धातोः, तत्र गृ इति प्रातिपदिकं यदा लभ्यते तदानीं तत्र सप्तसु विभक्तिषु रूपाणि कथं भवन्ति इति किञ्चित् चिन्तनीयं. तत्र गृहपाठरूपेण रूपाणि साधयन्तु. अत्र गृहपाठरूपेण रूपाणि साधन्ति. इदानीं गृहयोगः औ इत्यत्र किं भवति रूपम्? उमा भगिनी वदतु. गृहयोगः औ अस्ति वा उमा भगिनी? तं वदामि वा? अस्मि. गृहयोगः औ महोदय, अत्र सु औ जस् अमौट् शस् एतत् सूत्राभ्याम् एतत् सूत्रेण अत्र औ योजनेन न उमा भगिनी वदन्ती अस्ति. श्रूयते न श्रूयते महोदय? न श्रूयते वा? उमा भगिनी वदतु. गृहयोगः औ किं भवति तत्र? ऋकारान्तः अस्तु विजयलक्ष्मी भगिनी किञ्चित् सहायं करोतु. औ इत्यत्र तु पदसंज्ञा न भवति, अतः दीर्घः ईकारः न भवति, रोरुपधायाः सूत्रं कार्यं न करोति तत्र. न, गृ इति अस्ति खलु, गृ गृ योगः क्विप् योगः औ, इदानीं किं भवति? ओ, गृ योगः क्विप् तत्र प्रथमं तु वेरप्रत्तस्य इत्यनेन वकारस्य लोपः भूत्वा गृ इति प्रातिपदिकं सिध्यति. इदानीं गृ इति धातु अपि अस्ति परिभाषया, अतः ऋत इति धातोः इत्यनेन गिर् इति सिध्यति. उरन्रपरः इत्यस्य सूत्रेण रेफः अन्ते आयाति, अतः गिर् इति भवति. गिर् योगः औ, गिरौ इति भवति. पदसंज्ञा नास्ति, अतः अत्र रुवोरुपधायाः दीर्घ इकः कार्यं न करोति, अतः गिरौ इति एव रूपम्. उत्तमम्. उमा भगिनी अवगतं वा, भवती अवगतं वा? ऋत धातोः इत्यनेन गिर् इति भवति प्रातिपदिकं. गिर् योगः औ, गिरौ. अस्तु, एवमेव गिरः इति भवति. सु औ जस्, जस् इत्यत्र गिरः इति रूपम्. इदानीं सप्तसु विभक्तिषु रूपाणि कथं भवन्ति इति किञ्चित् गृहपाठरूपेण कृत्वा आगच्छन्तु, अग्रिमसप्ताहे परिशीलयामः. अत्र स्थगनं कुर्मः, समयः अतीतः. कोऽपि प्रश्नः अस्ति वा? अस्तु, तर्हि धन्यवादः, नमस्कारः. नमस्ते, धन्यवादः भगिनी. धन्यवादः भगिनी. नमस्कारः.